पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 71 ऋषय ऊचुः सूतजीवचिरं साधो त्वयादिकरुणात्मना संवादो ह्यद्भुतः प्रोक्तो यश्चास्विन्नारदेशयोः भगवन्नाममहिमा नारदेन महात्मना कीदृश्रुदत्समाख्याहि श्रद्धया शृण्वतां गुरो सूत उवाच शृणुध्वं मुनयः सर्वे पुरावृत्तं वदाम्यहं यस्मिन् श्रुते द्विजश्रेष्ठाः कृष्णे भक्तिर्विवर्धते एकदा नारदो द्रष्टुं पितरं सुसमाहितः जगाममेरुशिखरं सिद्धचारणसेवितं तत्र देवं समासीनं ब्रह्माणं जगदाम्पतिं नमस्कृत्याब्रवीद्विप्रा नारदो मुनिसत्तमः नारद उवाच नाम्नोऽस्य यावदीशक्तिर्वद विश्वेश्वरप्रभो कीदृक्तु नाम महिमा अव्ययस्य महात्मनः योऽयं विश्वेश्वरः साक्षादयं नारायणो हरिः परमात्मा हृषीकेशः सर्वजीवेषु सङ्गतः माया विमोहिताः सर्वे भगवन्तमधोक्षजं नैव जानन्त्यसारेऽस्मिन्नरामूढा कलौ युगे ब्रह्मोवाच अस्मिन् कलौ विशेषेण नामोच्चारणपूर्वकं भक्तिकार्या यथावत्स तथा त्वं श्रोतुमर्हसि दृष्टं परेषां पापानामनुक्तानां विशोधनं विष्णोर्जिष्णो प्रयत्नेन स्मरणं पापनाशनं मिथ्या ज्ञात्वा तद सर्वं हरेर्नाम पठन् जपन् सर्वपापविनिर्मुक्तो यादि विष्णोः परं पदम् ये वदन्ति नरा नित्यं हरिरित्यक्षरद्वयं तस्योच्चारणमात्रेण विमुक्तास्तेन संशयः प्रायच्छित्तानि सर्वाणि कृष्णानुस्मरणं परं प्रादर्निशि तथा सायं मध्याह्नादिषु संस्मरन् नारायणमवाप्नोति सद्यः पापक्षयं नरः विष्णुः संस्मरदादेव समस्तक्लेशसंक्षये मुक्तिं प्रयाति स्वर्गाक्तिस्तस्य विष्णोस्तु कीर्तनाद वासुदेवे मनोयस्य जपहोमार्चनादिषु तदक्षयम् विजानीयाद्यावद्यन्द्राश्चतुर्दश क्व नाकपृष्ठगमनं पुनरावृत्तिलक्षणं क्व जपो वासुदेवस्य मुक्तिबीजमनुत्तमं तन्मुखं परमं तीर्थं यत्रावर्तं वितन्वती नमो नारायणायेदि भादिप्राजी सरस्वती तस्मादहर्निशं विष्णुस्मरणात् पुरुषोत्तमः नयादिनरकं पुत्र सङ्क्षीर्ण कलिकल्मषः सत्यं सत्यं पुनः सत्यं भाषितं मम सुव्रत नामोच्चारणमात्रेण महापापात् प्रमुच्यते रामरामेदि रामेदि रामेदि च पुनर्जपन् स चाण्डालोऽपि पूतात्मा जायते नात्र संशयः कुरुक्षेत्रं तथा काशी गया वै द्वाजिका तथा सर्वं तीर्थं कृतं तेन नामोच्चारणमात्रतः कृष्णकृष्णेदि कृष्णेदि इति वायो जपन् पठन् इहलोकं परित्यज्य मोददे विष्णुसन्निधौ नृसिंहेदि मुदा विप्रसततं प्रचपन् पठन् महापापात् प्रमुच्येदकलौ भागवतो नरः ध्यायन् कृते यजन्यज्ञैस्त्रेधायां द्वापरेऽर्चयन् यदाप्नोति तदाप्नोति कलौ सङ्कीर्त्य केशवं यदज्ञात्वा निमग्नाश्च जगदात्मनि केशवे सर्वपापरीक्षीणा यान्ति विष्णोः परं पदं मत्स्यकूर्मो वराहश्च नृसिंहो वामनस्तथा रामो रामश्च कृष्णश्च बुद्धकल्की तदस्मृतः ये दे दशावताराश्च पृथिव्यां परिकीर्तिताः यदेषां नाममात्रेण ब्रह्मः शुध्यते सदा प्राध पठन् जपन् ध्यायन् विष्णोर्नाम यथा तथा मुच्यते नात्र सन्देहः स वै नारायणो भवेद् सूत उवाच श्रुत्वा वै नारदो ह्येदद्विस्मयं परमं गतः उवाच पितरं तत्र किमुक्तं देवसत्तम देवा सहस्रशः सन्ति रुद्राः सन्ति सहस्रशः पितरः सन्ति शतशः यक्षाश्च किन्नरास्तथा भूताः प्रेताः पिशाचाश्च ये केचिद्देवयोनयः तेषां नाम्ना च माहात्म्यं श्रुतं दृष्टं तथा न च श्रीविष्णोर्नाम माहात्म्यं यादृश्यं च श्रुतं मया यस्य वै नाम मात्रेण मुच्यते नात्र संशयः किं वै तीर्थकृते देव पृथिव्यामडने कृते यस्य वै नाममहिमा श्रुत्वा मोक्षमवाप्नुयाद तन्मुखं तु महत्तीर्थं तन्मुखं क्षेत्रमेव च यन्मुखे राम रामेदि तन्मुखं सर्वकामिकं कानि वै तस्य नामानि कति वीर्याणि सुव्रतं तत्सर्वं च विशेषेण मम ब्रूहि पितामह ब्रह्मोवाच व्यापकोऽयं सदा विष्णुः परमात्मा सनातनः अनादिनिधनश्रीमान् भूतात्मा भूतभावनः यस्मादहं हि सञ्जातो सोऽयं विष्णुः सदा वदु सोऽयं कालस्य कालो वै सोऽयं मम तु पूर्वजः अक्षयः पुण्डरीकाक्षो मदिमानव्ययः पुमान् शेषशायी सदा विष्णुः सहस्रशीर्षा महत्प्रभुः सर्वभूतमयसाक्षाद्विश्वरूपो जनार्दनः कैडभारिरयं विष्णोर्धाता देवो जगत्पतिः तस्यासं नामगोत्रं च न वेद्मि पुरुषर्षभ वेदवाद्यप्यहं ताद नाहं ज्ञादा कदाचन अतस्त्वं गच्छ देवर्षे यत्रास्ति किल विश्वराट स च तत्त्वं मुनिश्रेष्ठ सर्वं ते कथयिष्यति स एव पुरुषश्रीमान् कैलासाधिपतिः सदा सर्वेषां विष्णुभक्तानामयं श्रेष्ठः परात्परः पञ्चवक्त्रो ह्युमाकान्तः सर्वदुःखनिबर्हणः विश्वेश्वरो विश्वनाथः सर्वदा भक्तवत्सलः तत्र गच्छ सुरश्रेष्ठ तत्सर्वं कथयिष्यति पितुर्वचनमाकर्ण्य तत्र गन्तुं प्रचक्रमे विज्ञातुं नाममाहात्म्यं कैलासभवनं प्रति यत्र विश्वेश्वरो देवो नित्यं तिष्ठति भूदिदः ददर्श नारदस्तत्र देवं तं सुरपूजितं कैलासशिखरासीनं देवदेवं जगद्गुरुं पञ्चवक्त्रं दशभुजं त्रिनेत्रं शूलपाणिनं कपालिनं सखड्वाङ्कं तीक्ष्णं शूलासिधारिणं पिनाकधारिणं भीमं वरदं वृषवाहनं भस्माङ्कं व्यालशोभाढ्यं शशाङ्ककृतशेखरं नीलजीमूदसङ्काश्यं सूर्यकोटिसमप्रभं क्रीडं तं तत्र देवेशं साष्टाङ्गं दण्डवत् पुनः तं दृष्ट्वा तु महादेवो विस्मयोत्फुल्ललोचनः वैष्णवानां परश्रेष्ठः प्राकवाडवसत्तमं कस्मादिह समायादो वद देवर्षिसत्तम नारद उवाच एकस्मिन्नेव काले तु गतोऽहं ब्रह्मणोऽन्तिकं सुदं तत्र मया देवविष्णोर्माहात्म्यमुत्तमं ब्रह्मणा कथितं तत्र ममाग्रे देवसत्तम नाम्नोऽस्य यावदीशक्तिः सा श्रुता ब्रह्मणो मुखाद तत्र पृष्ठं मया पूर्वं विष्णोर्नामसहस्रकं तदाहं ब्रह्मणा चोक्तं नाहं जानामि नारद जानात्ययं महारुद्रस्तत्सर्वं कथयिष्यति महाश्चर्यं दुःसम्प्राप्य ह्यागतस्तव सन्निधौ अस्मिन् कलियुगे कोरेऽल्पायुषश्चैव मानवाः विधर्मेषु रदा नित्यं नामनिष्ठानवै पुनः पाखण्डिनस्तथा विप्रा धर्मेषु विरदाः सदा सन्ध्याहीनव्रतभ्रष्टा दुष्टा मलिनरूपिणः यथा विप्रास्तथा क्षत्रा वैश्याश्चैव पुनः पुनः एवं शूद्रास्तथान्ये च न वै भागवता नरः शूद्रा द्विजादिबाह्याश्च कलविश्वेश्वरप्रभो धर्माधर्मौ न जानन्ति हिदं वा हिदमेव वा एवं ज्ञात्वा ह्यहं स्वामिन्नागतसन्निधौ तव पुनश्च नाममाहात्म्यं श्रुतं वै ब्रह्मणो मुखात् त्वं देव सर्वदेवानां त्वं नाथो मम सर्वदा त्रिपुरारिश्च विश्वात्मा दादा त्वं च पुनः पुनः कथयस्वप्रसादेन विष्णोर्नामसहस्रकं सौभाग्यजननं पुंसां परं भक्तिकरं सदा ब्राह्मणानां ब्रह्मदं च क्षत्रियाणां जयप्रदं वैश्यानां धनदं नित्यं शूद्राणां सुखदायकम् तदहं श्रोतुमिच्छामि त्वत्सकाशान्महेश्वर त्वं समर्थोऽसि भक्तानां सर्वदा केशवं प्रति कथयस्वप्रसादेन यदि गोप्यं न सुव्रत इदं पवित्रं परमं सर्वतीर्थमयं सदा अदो वै श्रोतुमिच्छामि वद विश्वेश्वरप्रभो श्रुत्वा नारदवाक्यानि विस्मयोत्फुल्ललोचनः रोमाञ्चितस्ततो जातो विष्णोर्नामानि संस्मरन् ईश्वर उवाच यदद्गोप्यं परं ब्रह्मन्विष्णोर्नामसहस्रकं यदच्छ्रुत्वा नरो वत्स न लभेद्दुर्गतिं क्वचिद् कदाचिच्च गते काले पार्वती मामुवाचः पार्वत्युवाच कैलासाधिपदे मह्यं कथयस्व यथा तथं त्वं किं जपसि देवेश परैश्वर्यसमाहितः सदा त्वं भस्मलिप्ताङ्गः कृतिवासाः सदा कथं जडाधर कथं जादो वद विश्वेश्वरप्रभो त्वं देवः सर्वदेवानां त्वं गुरुः सर्वकर्मणां त्वं पतिर्मम विश्वेश विश्वनाथ जगत्प्रभो महादेव उवाच इति पृष्टं मम ब्रह्मन् पार्वत्या च पुनः पुनः तदा सर्वं मया ख्यातं तस्याश्चाग्रे विशेषतः शृणु नारद वक्ष्यामि यदुक्तं पार्वतीं प्रति येन प्रसन्नो भगवान् मुक्तिदानसंशयः ममायं तु पिता साक्षात् बन्धुश्चैव तु सर्वदा तस्याहं सर्वदा भक्तो ह्ययं मम पदि सदा तदहं सम्प्रवक्ष्यामि शृणुष्व गदतो मम सूत उवाच एवमुक्त्वा नारदाय कथयामास वैद्विजाः उमायै यत्पुरा प्रोक्तं विष्णोर्नाम सहस्रकं महेशाच्चैव तत्प्राप्तं कैलासे नारदेन वै कदाचिद्दैव योगेन कैलासात्स समागतः नैमिषारण्यसंज्ञं तु तीर्थं वै परमाद्भुतं तत्रस्था ऋषयः सर्वे दृष्ट्वा तं ऋषिसत्तमम् पूजां चक्रुर्विशेषेण नारदाय महात्मने आगतं नारदं ज्ञात्वा विस्मयोत्फुल्ललोचनाः पुष्पवृष्टिं प्रचक्रुस्ते वैष्णवाद्विजसत्तमाः पाद्यमार्घ्यं ततः कृत्वा कृत्वा चारार्थिकं ततः निवेद्य फलमूलानि दण्डवत्पतिता भुवि ऊचुश्च कृतकृत्यास्म देशे ह्यस्मिन् महामुने भवदो दर्शनं जातं पवित्रं पापनाशनं त्वत्प्रसादाच्च देवेश पुराणानि श्रुतानि च ब्रह्मन् केन प्रकारेण सर्वपापक्षयो भवेद विना दानेन तपसा विना तीर्थ तपोमखैः विना दानैर्विना ध्यानैर्विना चेन्द्रियनिग्रहैः विना शास्त्रसमूहैश्च कथं मुक्तिरवाप्यते नारद उवाच कैलासशिखरासीनं देवं देवं जगद्गुरुं प्रणिपत्य महादेवं पर्यपृच्छतु मा प्रियं पार्वत्युवाच भगवं त्वं परो देव सर्वज्ञः सर्वभूजितः सत्त्वमत्यर्च्यते देवैरिन्द्र सूर्यादिकैरपि लभन्तेऽभिमदां सिद्धिं सर्वेभ्यर्च्य वरप्रदं त्वं जन्ममृत्युरहितः स्वयंभूः सर्वशक्तिमान् सदा ध्यायसि किं स्वामिन् दिग्वासा मदनान्तकः तपश्चरसि कस्मात् त्वं जडिलो भस्मधूसरः किं वा जपसि देवेश परं कौतूहलं हि मे अनुग्राह्या यदा तेऽस्मि तत्त्वं कथय सुव्रतं महादेव उवाच नेदं कस्यापि कथितं गोपनीयमिदं मम किं तु वक्ष्यामि ते भद्रे त्वं भक्तासि प्रियासि मे पुरा सत्ययुगे देवि विशुद्धमदयोऽखिलाः यजन्ति विष्णुमेवैकं ज्ञात्वा सर्वेश्वरेश्वरं प्रयान्ति परमामृद्धिमैहिकामुष्मिकीं प्रिये यां न प्राप्ता सुरा सर्वे ऋषयक्लेशसंयुताः ते तां गतिं प्रपद्यन्ते ये नाम कृतनिश्चयाः मन्मुखादपि संश्रुत्य देवा विष्णुबहिर्मुखाः वेदैः पुराणैः सिद्धान्तैर्भिन्नैर्विभ्रान्तचेतसः निश्चयं नाधिगच्छन्ति किं तत्त्वं किं परं पदम् तुला पुरुषदानाद्यैरश्वमेधादिभिर्मखैः वाराणसी प्रयागादि तीर्थस्नानादिभिप्रिये गया श्राद्धादिभिपित्र्यायैर्वेदपाठादिभिर्जपैः तभोभिरुग्रैर्नियमैर्यमैर्भूदतयादिभिः गुरुशुश्रूषणैः सेव्यैर्धर्मैर्वर्णाश्रमान्वितैः ज्ञानध्यानादिभिः सम्यक् चरितैर्जन्मकोडिभिः न यान्ति तत्परं श्रेयो विष्णुं सर्वेश्वरेश्वरं सर्वभावैः समाश्रित्य पुराणपुरुषोत्तमम् अनन्यगदयो मर्त्या भोगिनोऽपि परन्तपे ज्ञानवैराग्यरहिता ब्रह्मचर्यादिवर्जिताः सर्वधर्मोच्छिता विष्णो नाम मात्रैकजल्पिनः सुखेन यां गतिं यां दि नदां सर्वेऽपि धार्मिकाः स्मर्तव्यः सततं विष्णुर् विस्मर्तव्यो न जादुचित् सर्वे विधिनिषेधास्युरेदस्यैव विधिं कराः किन्तु ब्रह्मादयो देवा ऋषयश्च निरंहसः निर्भयं विष्णुनाम्नैव यथेष्टं पदमागताः अलब्ध्वा चात्मनः पूजां सम्यगाराधितो हरिः मयास्मादपि च श्रेष्ठं वाञ्छताहं कृतात्मना ततः साक्षाज्जगन्नाथप्रसन्नो भक्तवत्सलः अंशांशेनात्मनैवैदान् पूजयामास केशवः देवान् पितॄन् द्विजान् हव्यकव्याध्यै करुणामयः ततः प्रभृति पूज्यन्ते त्रैलोक्ये सचराचरे ब्रह्मादयसुरा सर्वे प्रसादाच्चार्ङ्गधन्वनः मां चोवाच यथा मत्तपूज्य श्रेष्ठो भविष्यसि त्वामाराध्य तथा शम्भो गृहीष्यामि वरं सदा द्वापरादौ युगे भूत्वा कलया मानुषादिषु स्वागमैः कल्पितैस्त्वं च जनान्मद्विमुखान् कुरु मां च गोपय येन स्यात् सृष्टिरेषोत्तरोत्तरा येष मोहं सृजाम्याशु यो जनान्मोहयिष्यति त्वं च रुद्रमहाबाहो मोहशास्त्राणि कारय अदध्यानि विदध्यानि दर्शयस्व महाभुज प्रकाशं कुरु चात्मानमप्रकाशं च मां कुरु ततस्तं प्रणिपत्याहमवोचं परमेश्वरं ब्रह्महत्या सहस्रस्य पापं शाम्येत् कथञ्चन न पुनस्त्वदविज्ञानं कल्पकोटिशतैरपि तस्मान्मया कृता स्पर्धा पवित्रस्यां कथं हरि तन्मे कथय गोविन्द प्रायश्चित्तं यदिच्छसि ततः प्रसन्नो भगवानवोचत्तत्त्वमात्मनः येनाहमधिकस्तस्मादभवं नगनन्दिनि तमेव तपसा नित्यं भजामि स्तौमि चिन्तये परमो विष्णुरेवैकस्तज्ज्ञानं मुक्तिसाधनं शास्त्राणां निर्णयत्वेष तदन्यन्मोहनाय च दानं विना चयां मुक्तिसाम्यं च मम विष्णुना तीर्थादिमात्रतो ज्ञानं ममाधिक्यं च विष्णुतः अभेदश्चात्मदादीनां मुक्तानां हरिणा तथा इत्यादि सर्वमोहाय कथ्यते सदिनान्यथा तेनाद्वितीयमहिमो जगत्पूज्योऽस्मि पार्वती पार्वत्युवाच तन्मे कथय देवेश यथा कमपि शङ्कर सर्वेश्वरी निरुपमा तव स्यां सदृशी प्रभो महादेव उवाच साधु साधु त्वया पृष्ठं विष्णो भगवदः प्रिये नाम्नां सहस्रं वक्ष्यामि मुख्यं त्रैलोक्यमुक्रिदम् अस्य श्रीविष्णोर्नाम सहस्रस्तोत्रस्य श्रीमहादेव ऋषिरनिष्ठुप्चन्तः ह्रीं बीजं श्रीं शक्तिः क्लीं कीलकं चतुर्वर्गधर्मकामार्थ मोक्षार्थे जपे विनियोगः ॐ वासुदेवाय विद्महे महाकंसाय धीमहि तन्नो विष्णुप्रचोदयात् अङ्गन्यासकरन्यासौ विधिपूर्वं यदा पठेत तद्बलं कोटिगुणितं भवत्येव न संशयः श्रीवासुदेवपरं ब्रह्म इति हृदये मूलप्रकृतिरिति शिरः महावराह इति शिखा सूर्यवंशध्वज इति कवचं ब्रह्मादिकाम्यललितजगदाश्चर्यशैशव इति नेत्रं यथार्थखण्डिताशेष इत्यास्त्रम् नमो नारायणे येदिन्यासं सर्वत्र कारयेद् ॐ नमो नारायणाय पुरुषाय महात्मने विशुद्धसत्त्वधिष्ण्याय महाहंसाय धीमहि ॐ ह्रां ह्रीं ह्रों ह्रैं ह्रौं ह्रः ह्रीं कृष्णाय विष्णवे ह्रीं रामाय धीमहि तन्नो देवः प्रचोदयात् ह्रौं नृसिंहाय विद्महे श्रीं श्रीकण्ठाय धीमहि तन्नो विष्णुः प्रचोदयात् ॐ वासुदेवाय विद्महे देवकी सुताय धीमहि तन्न कृष्ण प्रचोदयात्। ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः क्लीं कृष्णाय गोविन्दाय गोपी जनवल्लभाय स्वाहा इति मन्त्रं समुच्चार्य जपेद्वा विष्णुमव्ययं श्रीनिवासं जगन्नाथं तस्य स्तोत्रं पठेत् सुधीः। ॐ वासु देव परं ब्रह्म परमात्मा परात्परः परं धाम परं ज्योतिः परं तत्त्वं परं पदं परशिव परोध्येयः परं ज्ञानं परागतिः परमार्थ परं श्रेयः परानन्दः परोदयः परो व्यक्तात् परं व्योम परमर्धिपरेश्वरः निरामयो निर्विकारो निर्विकल्पो निराश्रयः निरञ्जनो निरादङ्गो निर्लेपो निरवग्रहः निर्गुणो निष्कलो नन्दो भयो चिन्त्यो बलोचितः अदीन्द्रियोमिदो पारो नीशो नीहो व्ययोक्षयः सर्वज्ञ सर्वगः सर्व सर्वदः सर्वभावनः सर्वशास्त्रा सर्वसाक्षी पूज्य सर्वस्य सर्वदृक् सर्वशक्तिः सर्वसारः सर्वात्मा सर्वतोमुखः सर्वावासः सर्वरूपः सर्वादिः सर्वदुःखः सर्वार्थः सर्वतो भद्र सर्वकारणकारणम् सर्वादिशयितः सर्वाध्यक्षः सर्वसुरेश्वरः षड्विंशको महाविष्णोर्महागुह्यो महाविभुः नित्योदितो नित्ययुक्तो नित्यानन्दः सनातनः मायापदिर्योगपदि कैवल्यपदिरात्मभूः जन्म मृत्युजरातीतः कालातीतो भवादिकः पूर्णसत्यशुद्धबुद्धस्वरूपो नित्यचिन्मयः योगप्रियो योगगम्यो भवबन्धैकमोचकः पुराणपुरुषप्रत्यक्चैधन्यपुरुषोत्तमः वेदान्तवेद्यो दुर्ज्ञेयस्तपत्रयविवर्जितः ब्रह्मविद्याश्रयो नाद्यस्वप्रकाशस्वयं प्रभुः सर्वोपेय उदासीनप्रणव सर्वदस्समः सर्वानवद्यो दुष्प्राप्य स्तुरीयस्तमसः परः कूटस्थः सर्वसंसृष्टो वाङ्मनो गोचरादिकः सङ्कर्षणः सर्वहरकालसर्वभयङ्करः अनुल्लङ्घ्यचित्रगतिर्महारुद्रो दुरासदः मूलप्रकृतिरानन्दप्रद्युम्नो विश्वमोहनः महामायो विश्वबीजं परशक्तिः सुखैकभूः सर्वकाम्यो नदलील सर्वभूतवशङ्करः अनिरुद्ध सर्वजीवो हृषिकेशो मनःपतिः निरुपाधिप्रियो हंसोऽक्षरः सर्वनियोजकः ब्रह्मपाणेश्वरः सर्वभूतभृद्देहनायकः क्षत्रज्ञप्रकृतिस्वामी पुरुषो विश्वसूत्रदृक् अन्तर्यामी त्रिधामान्तसाक्षी त्रिगुण ईश्वरः योगि गम्यपद्मनाभशेषशायी श्रियपदिः श्री सदोपास्य पादाब्जो नित्यश्री श्रीनिकेतनः नित्यं वक्षस्थलः श्रीः श्रीनिधि श्रीधरो हरिः वश्यश्रीर्निश्चलश्रीदो विष्णुः क्षीराब्धिमन्दिरः कौस्तुभोद्भासितोरस्को माधवो जगदार्थिः श्रीवत्सवक्षा निःसीमकल्याणगुणभाजनः पीताम्बरो जगन्नाथो जगत्राता जगत्पिता जगद्बन्धुर्जगत्स्रष्टा जगद्धाता जगन्निधिः जगदेगस्फुरद्वीर्यो नहं वादी जगन्मयः सर्वाश्चर्यमयः सर्वसिद्धार्थः सर्वरञ्चितः सर्वामोकोद्यमो ब्रह्मरुद्राद्युत्कृष्टचेतनाः शम्भो पितामहो ब्रह्मपिता शक्राद्यधीश्वरः सर्वदेवप्रियः सर्वदेवमूर्तिरनुत्तमः सर्वदेवैकशरणं सर्वदेवैकदैवतं यज्ञभुग्यज्ञफलदो यज्ञेशो यज्ञभावनः यज्ञत्रादा यज्ञपुमान्वनमाली द्विजप्रियः द्विजैकमानदो विप्र कुलदेवो सुरान्तकः सर्वदुष्टान्तकृत्सर्वसज्जनानन्यपालकः सप्तलोकैकजठरः सप्तलोकैकमण्डनः सृष्टिस्थित्यन्तकृच्चक्री शार्ङ्गधन्वागदाधरः शङ्खभृन्नन्दगी पद्मपाणिर् गरुडवाहनः अनिर्देश्य वपुः सर्वपूज्यस्त्रैलोक्यपावनः अनन्तकीर्तिर्निस्सीम पौरुषः सर्वमङ्गलः सूर्यकोटिप्रतिकाश्यो यमकोटिदुरासदः मयकोटिजगत्स्रष्टा वायुकोटिमहाबलः कोडिन्दु जगदानन्दी शम्भुकोटिमहेश्वरः कन्दर्पकोटिलावण्यो दुर्गकोट्यरिमर्दनः समुद्रकोटिगम्भीरस्तीर्थकोटिसमाह्वयः कुबेरकोटिलक्ष्मीवाञ्चक्रकोटिविलासवान् हिमवत्कोटिनिष्कम्पः कोटिब्रह्माण्डविग्रहः कोट्यश्वमेधपाभग्नो यज्ञकोटिसमार्चनः सुधा कोटिस्वास्थ्यहेदुकामधुकोटिकामदः ब्रह्मविद्याकोटिरूपशिपिविष्टशुचिश्रवाः विश्वम्भरस्तीर्थपादपुण्यश्रवणकीर्तनः आदिदेवो जगज्जैत्रो मुकुन्धकालनेमिह वैकुण्ठो नन्दमाहात्म्यो महायोगेश्वरोत्सवः नृत्यतृप्तोलसद्भावो निःशङ्गो नरकान्तकः दीनानाथैकशरणं विश्वैकव्यसनापहः जगत्कृपाक्षमो नित्यं कृपालुसज्जनाश्रयः योगेश्वरः सदोदीर्णो वृद्धिक्षयविवर्जितः अधोक्षजो विश्वरेता प्रजापति शताधिपः शक्रब्रह्मार्थ चिदपदः शम्भुब्रह्मोर्ध्वधामगः सूर्य सोमेक्षणो विश्वभोक्ता सर्वस्य पारगः जगत्सेदु धर्मसेदुधरो विश्वधुरन्धरः निर्ममो किल लोकेशो निःसङ्गोद्भुतभोगवान् वश्यमायो वश्यविश्वो विश्वक्सेनसुरोत्तमः सर्वश्रेयपदिर्दिव्यानर्घ्यभूषणभूषितः सर्वलक्षणलक्षण्यः सर्व दैत्येन्द्रदर्पः समस्तदेव सर्वस्वं सर्वदैवदनायकः समस्तदेवकवचं सर्वदेवशिरोमणिः समस्तदेवतादुर्गः प्रपन्नाशनिपञ्चरः समस्तभयहृन्नामा भगवान्विष्टरश्रवाः विभुः सर्वहितोदर्को हतारिस्वर्गदिप्रदः सर्वदैवदजीवेशो ब्राह्मणादिनियोजकः ब्रह्मशम्भुपरार्थायोत् ब्रह्मज्येष्ठशिशुस्वराट विराड्भक्तपराधीनस्तुत्यस्तोत्रार्थसाधकः परार्थकर्ता कृत्यज्ञस्वार्थकृत्य सदोच्छिदः सदानन्दः सदा भद्रः सदा शान्तः सदा शिवः सदा प्रियः सदा तुष्टः सदा पुष्टः सदार्चितः सदा भूतो पावनाग्र्यो वेदगुह्यो वृषाकविः सहस्रनामात्रियुगश्चतुर्मूर्तिश्चतुर्भुजः भूतभव्यभवन्नाथो महापुरुषपूर्वजः नारायणो मुञ्जकेशः सर्वयोगविनिःसृतः वेदसारो यज्ञसारः सामसारस्तपोनिधिः साध्यश्रेष्ठः पुराणर्षिः निष्ठा शान्तिः परायणः शिवत्रिशूलविध्वंसी श्रीकण्ठैकवरप्रदः नरकृष्णो हरिर्धर्मनन्दनो धर्मजीवनः आदिकर्ता सर्व सत्यः सर्वस्त्रीरत्नदर्पः त्रिकालजिदकन्दर्प उर्वशी शृङ्मुनीश्वरः आद्यकविर्हयग्रीवः सर्ववागीश्वरेश्वरः सर्वदेवमयो ब्रह्म गुरुर्वागीश्वरीपदिः अनन्तविद्याप्रभवो मूलाविद्याविनाशकः सर्वज्ञदो जगज्जाड्यनाशको मधुसूदनः अनेकमन्त्रकोटिशब्दब्रह्मैकपारगः आदिविद्वान्वेदकर्ता वेदात्मा श्रुतिसागरः ब्रह्मार्थवेदहरणसर्वविज्ञानजन्मभूः विद्याराजो ज्ञानमूर्तिर्ज्ञानसिन्धुरखण्डधीः मत्स्यदेवो महाशृङ्गो जगद्बीजबहित्रदृक लीलाव्याप्ताखिलाम्भोधिश्चतुर्वेदप्रवर्तकः आदिकूर्मोऽखिलाधारस्तृणी कृतजगद्भरः अमरी कृतदेवौखः पीयूषोत्पत्तिकारणाम् आत्माधारो धराधारो यज्ञाङ्गो धरणीधरः हिरण्याक्षहरपृथ्वीपतिश्राद्धादिकल्पकः समस्तपितृभिधिघ्नसमस्तपितृजीवनं हव्यकव्यैकभुक्हव्यकव्यैकफलदायकः रोमान्तर्लीनजलधिः क्षोभिताशेषसागरः महावराहो यज्ञघ्नध्वंसको यज्ञिकाश्रये श्रीनृसिंहो दिव्यसिंहः सर्वानिष्टार्थदुःखः एकवीरोद्भुतबलो यन्द्रमन्त्रैकभञ्चनः ब्रह्मादि दुःसहज्योतिर्युगान्ताग्र्यदिभीषणः कोटिवज्राधिकनको जगद्दुष्प्रेक्ष्यमूर्ति धृक् मातृचक्रप्रमथनो महामातृगणेश्वरः अचिन्त्यामोक वीराढ्यः समस्तासुरकस्मरः हिरण्यकशिपुच्छेदी कालसङ्घर्षणीपदिः कृतान्तवाहनासह्यसमस्तभयनाशनः सर्वविघ्नान्तकः सर्वसिद्धिदः सर्वपूरकः समस्तपादगध्वंसी सिद्धमन्त्राधिकाह्वयः भैरवेशो हरार्तिघ्नकालकोटिदुरासदः दैत्यगर्भश्राविनामास्फुटद्ब्रह्माण्डगर्जितः स्मृतमात्राखिलत्रादद्भुतरूपो महाहरिः ब्रह्मचर्यशिरःपिण्डी दिक्पालोर्धाङ्गभूषणः द्वादशार्कशिरोदामा रुद्रश्रीर्षैकनूपुरः योगिनीग्रस्तगिरिजात्रादा भैरव तर्जकः वीरचक्रेश्वरोऽत्युग्रोपमारिकालशम्बरः क्रोधेश्वरो रुद्रचण्डी परिवारादिदुष्टभुक् सर्वाक्षोभ्यो मृत्युमृत्यु कालमृत्युनिवर्तकः असाध्य सर्वरोगघ्नः सर्वदुर्ग्रहसौम्यकृत गणेशकोटिदर्पघ्नो दुःसहाशेषगोत्रः देवदानवदुर्दर्शो जगद्भयदभीषणः समस्तदुर्गदित्रादा जगद्भक्षकभक्षकः उग्रशोम्बरमार्जारकालमूषकभक्षकः अनन्तायुधदोर्दण्डी नृसिंहो वीरभद्रजिद योगिनी चक्रगुह्येश शक्रादिपशुमांसभुक रुद्रो नारायणो मेष रूप शङ्करवाहनः मेषरूपशिवत्रादा दुष्टशक्रिसहस्रभुक् तुलसीवल्लभो वीरो वामाचारोऽखिलेष्टदः महाशिवशिवारूढो भैरवैककपालधृक् किल्लीचक्रेश्वरशक्र दिव्यमोहनरूपदः गौरी सौभाग्यदो माया निधिर्माया भयापहः ब्रह्मतेजोमयो ब्रह्मश्रीमयश्च त्रयीमयः सुब्रह्मण्यो बलिध्वंसी वामनोदिदिदुःखः उपेन्द्रो नृपतिर्विष्णुः कश्यपान्वयमण्डनः बलिस्व राज्यतः सर्व देव विप्रान्नदोच्युदः उरुक्रमस्तीर्थ पादस्त्रिपदस्तस्त्रिविक्रमः व्योम पादस्व पादाम्भः पवित्रिदजगत्त्रयः ब्रह्मेशाद्यभिवन्द्याङ्घ्रिर् द्रुतधर्माङ्घ्रिधावनः अचिन्त्याद्भुतविस्तारो विश्ववृक्षो महाबलः राघुमूर्धा पराङ्गच्छिद्भृगुपत्नी शिरोरहः प्रापत्रस्तः सदा पुण्यो दैत्याशानित्यखण्डनः पूजिता किल देवेशो विश्वार्थैकावतारकृत स्वमाया नित्यगुप्तात्मा भक्तचिन्तामणिः सदा वरद कार्तवीर्यादि राजराज्यप्रदो नखः विश्वस्वाख्यमिदाचारो दत्तात्रेयो मुनीश्वरः पराशक्ति सदा सृष्टो योगानन्दः सदोन्मदः समस्तेन्द्रारि तेजोहृत् परमामृत पद्मपः अनुसूया गर्भरत्नं भोगमोक्षसुखप्रदः जमदग्निकुलादित्यो रेणुकाद्भुतशक्तिकृत मातृहत्यादि निर्लेपस्कन्दजिद्विप्रराज्यदः सर्वक्षत्रान्त कृद्वीरदर्पः कार्तवीर्यजित सप्तद्वीपावधिदादा शिवार्चक यशप्रदः भीमपरशुरामश्च शिवाचार्यैकविश्वभुक शिवाखिलज्ञानकोशो भीष्माचार्योऽग्निदैवतः द्रोणाचार्य गुरुविश्वजैत्रधन्वा कृतान्तजिद अद्वतीय तपोमूर्तिर्ब्रह्मचर्यैकदक्षिणः मनुश्रेष्ठः सदां सेदुर्महीयान्वृषभो विराट आदिराजः क्षितिपिदा सर्वरत्नैकदोहकृत पृथुर्जन्माद्येकदक्षो घी श्रीकीर्ति स्वयं वृतः जगद्वृत्तिप्रदश्चक्रवर्तिश्रेष्ठोऽद्वयास्त्र्यधिक सनकादिमुनिप्राप्य भगवद्भक्तिवर्धनः वर्णाश्रमादिधर्माणां कर्ता वक्ता प्रवर्तकः सूर्यवंशध्वजो रामो राघवः सद्गुणार्णवः काकुत्स्थो वीरराड्राजा राजधर्मधुरन्धरः नित्यस्वस्थाश्रयः सर्वभद्रग्राही शुभैकदृक नररत्नं रत्नगर्भो धर्माध्यक्षो महानिधिः सर्वश्रेष्ठाश्रयः सर्वशास्त्रार्थग्रामवीर्यवान् जगद्वशो दाशरथिः सर्वरत्नाश्रयो नृपः समस्तधर्मसुसर्वधर्मद्रष्टाखिलाकः अदीन्द्रो ज्ञानविज्ञानपारदश्चक्षमाम्बुधिः सर्वप्रकृष्टशिष्ठेष्ठो हर्षशोकाद्यनाकुलः पित्राज्ञात्यक्तसाम्राज्यसपन्नोदयनिर्भयः गृहदेशार्पितैश्वर्यशिवस्पर्धाजडाधरः चित्रकूडात्तरत्नाद्रेर्जगदीशो वनेचरः यथेष्ठामोखसर्वास्त्रो देवेन्द्रतनयाक्षिः ब्रह्मेन्द्रदिनतैषीको मारीचघ्नो विराधः ब्रह्मशापहदशेषदण्डकारण्यपावनः चतुर्दश सहस्रोग्र रक्षोघ्नैकशरैकधृक् करारिस्त्रिशिरोपन्था दूषणघ्नो जनार्दनः जटायुषोऽग्निगदितो गस्त्यः सर्वस्वमन्त्रराट लीलाधनुकोट्यपास्तदुन्दुभ्यस्तिमहाचयः सप्ततालव्यधाकृष्टध्वस्तपातालदानवः सुग्रीवराज्यदोहीनमनसैवाभयप्रदः हनुमद्रुद्रमुख्येश समस्तकपिदेहभृत सनागदैत्यबाणैकव्याकुली कृतसागरः सम्लेच्च कोडिबाणैकशुष्कनिर्दग्धसागरः समुद्राद्भुतपूर्वैकबन्धसेधुर्यशोनिधिः असाध्यसाधको लङ्का समूलोत्कर्षदक्षिणः वरतृप्तजगच्छल्य पौलस्त्यकुलकृन्तनः रावणिघ्नप्रहस्तच्चित् कुम्भकर्णभिदुग्रगाः रावणैकशिरश्चेत्ता निःशङ्गेन्द्रैकराज्यदः स्वर्गास्वर्गत्वविच्छेदि देवेन्द्रानिन्द्रताहरः रक्षो देवत्वहृद्धर्मा धर्मत्वघ्नपुरुष्ठुदः नदि मात्र दशास्याजिर्दत्तराज्यविभीषणः सुधा वृष्टिमृदाशेषस्वसैन्योज्जीवनैककृत देवब्राह्मणनामैक दादा सर्वामरार्चितः ब्रह्मसूर्येन्द्ररुद्रादिवृन्दार्पितसदीप्रियः अयोध्याखिलराजन्यसर्वभूतमनोहरः स्वामितुल्यकृपादण्डो हीनोत्कृष्टैकसत्प्रियः स्वपक्षादिन्यायदर्शी हीनार्थाधिकसाधकः व्याधव्याजानुचितकृत्तारकोऽखिलतुल्यकृद पार्वत्याधिक्यमुक्तात्मा प्रियात्यक्तस्मरार्जित साक्षात् कुशलवच्छत्मेन्द्रादि तादोपराजितः कौशलेन्द्रो वीरबाहुसत्यार्थत्यक्तसोदरः शरसन्धाननिर्धोदधरणीमण्डलोदयः ब्रह्मादिकाम्यसान्निध्य सनाधी कृददैवतः ब्रह्मलोकाप्तचाण्डालाद्यशेषप्राणिसार्थकः स्वनीतगर्दभाष्वादिश्चिरायोध्यावनैककृत रामद्वितीयः सौमित्रिर्लक्ष्मणः प्रहदेन्द्रिदिद विष्णुभक्ताप्तरामाङ्क्रि पादुका राज्यनिर्वृतः भरदो सह्यगन्धर्व कोढिघ्नो लवणान्तकः शत्रुघ्नो वैद्यराजायुर्वेदगर्भौषधीपदिः नित्यामृतकरो धन्वन्तरिर्यज्ञो जगद्धरः सूर्याजिघ्नः सुराजीवो दक्षिणेशो द्विजप्रियः छिन्नमूर्तादय देशार्कशेषाङ्घस्थापितामरः विश्वार्थाशेषकद्रास्त्रशिरच्छेदाक्षताकृतिः वाजपेयादिनामाग्निर्वेदधर्मपरायणः स्वेदद्वीपपदिः साङ्ख्यप्रणेदा सर्वसिद्धिराड विश्वप्रकाशितज्ञानयोगमोहतमिस्रः देवहूत्यात्मजसिद्धकपिलकर्दमात्मजः योगस्वामी ध्यानभङ्ग सगरात्मजभस्मकृद धर्मो वृषेन्द्रसुरभि पदि शुद्धात्मभावितः शम्भुस्त्रिपुरदाफैकस्थैर्विश्वरथोद्वहः भक्त शम्भुजिदो दैत्यामृतवापी समस्तपः महाप्रलय विश्वैकद्वितीयाखिलनागराड शेषदेवसहस्राक्षः सहस्रास्य शिरोभुजः फणामणिकनाकार योजिताब्ध्यम्बुदक्षितिः कालाग्निरुद्रजनको मुशलास्त्रोहलायुधः नीलाम्बरो वारुणीशो मनोवाकायदोषः असन्तोषो दृष्टिमात्रपतितैकदशाननः बलिसंयमनोघोरो रौहिणेह्य प्रलम्बः मुष्टिकघ्नो द्विविदः कालिन्दीकर्षणो बलः रेवधिरमणपूर्वभक्तिघेदाच्युदाग्रजः देवकी वसुदेवाह्व कश्यपादिनन्दनः वास्नेयसत्त्वदां श्रेष्ठशौर्यदुकुलोद्वहः नराकृति परं ब्रह्म सव्यसाची वरप्रदः ब्रह्मादिकाम्यलालित्य जगदाश्चर्यशैशवः पूदनाघ्नशकडभिद्यमलार्जुनभञ्जनः वादासुरारिकेशिघ्नो धेनुकार्यर्गवीश्वरः दामोदरो गोपदेवो यशोदानन्ददायकः कालीयमर्दनः सर्वगोपगोपीजनप्रियः लीला गोवर्धनधरो गोविन्दो गोकुलोत्सवः अरिष्टमदनकामोन्मत्तगोपी विमुक्तिदः सद्यकुवलयापीडखादी चाणूरमर्दनः कंसारिरुग्रसेनादिराज्यव्यापारितापरः सुधर्माङ्गितभूर्लोको जरासन्धबलान्तकः त्यक्तभग्नजरासन्धो भीमसेनयशप्रदः सन्दीपनमृतापत्यदादाकालान्तकादिजिद समस्तनारकित्रादा सर्वभूपदिकोटिजिद रुक्मिणीरमणो रुक्मिशासनो नरकान्तकः समस्तसुन्दरीकान्दो मुरारिर्गरुडध्वजः एकाकी जिदरुद्रार्कमरुदाद्यखिलेश्वरः देवेन्द्रदर्पः कल्पद्रुमालङ्कृतभूतलः बाणबाहुसहच्छिन्नं नद्यादिगणकोडिजित लीलाजितमहादेवो महादेवैकपूजितः इन्द्रार्थार्जुननिर्भङ्ग जयतः पाण्डवैकधृक काशीराजशिरच्छेत रुद्रशक्र्यैकमर्दनः विश्वेश्वरप्रसादाक्षकाशीराजसुदार्दनः शम्भुप्रतिज्ञा विध्वंसी काशी निर्दग्धनायकः काशीश गतकोडिघ्नो रोगशिक्षाद्विचार्चकः युवती व्रतयो वश्यः पुरा शिववरप्रदः शङ्करैकप्रतिष्ठादृक् स्वांशशङ्करपूजकः शिवकन्याव्रतपतिकृष्णरूप शिवारिह महालक्ष्मी वपुर्गौरीत्रादा वैदलपुत्रः स्वधाममुचुकुन्दैक निष्कालय वनेष्ठकृद यमुनापदिरानीद परिलीनद्विजात्मजः श्रीदामरङ्गभक्तार्थभूम्यानीदेन्द्रवैभवः दुर्वृत्तशिशुपालैकमुक्तिदोद्वारकेश्वरः आचण्डालदिक्प्राप्य द्वारकानिधिकोटिकृत अक्रूरोद्धव मुख्यैक भक्तः स्वच्छन्दमुक्तिदः सबालस्त्री जलक्रीडा मृदवापी कृतार्णवः ब्रह्मास्त्रदग्धगर्भस्थपरीक्षिज्जीवनैककृत परिलीनद्विजसुधानेर्दार्जुनमदापहः गूढमुद्राकृतिग्रस्त भीष्माद्यखिलकौरवः यथार्थखण्डिताशेष दिव्यास्त्रपार्थमोहहृद गर्भशापच्छलध्वस्तया देवोर्वी भयापहः जराव्याधारि गदितस्मृतिमात्राखिलेष्टदः कामदेवोरधिपतिर्मन्मदशम्बरान्तकः अनङ्गो जितगौरीशो रधिकान्तः सदेप्सितः पुष्पेषुर्विश्वविजये स्मरकामेश्वरी प्रियः उषापदिर्विश्वकेदुर्विश्वतृप्तोऽधिपुरुषः चतुरात्मा चतुर्व्यूहश्चतुर्युगविधायकः चतुर्वेदैकविश्वात्मा सर्वोत्कृष्टांशकोडिशः आश्रमात्मा पुराणर्षिर्व्यासशाखा सहस्रकृद महाभारतनिर्माता कवीन्द्रो बादरायणः कृष्णद्वैपायनः सर्वपुरुषार्थैकबोधकः वेदान्तकर्ता ब्रह्मैकव्यञ्जकपुरुवंशकृद बुद्धोध्यानजिदाशेष देवदेवो जगत्प्रियः निरायुधो जगज्जैत्रश्रीधरो दुष्टमोहनः दैत्यवेदबहिकर्ता वेदार्थश्रुतिगोपकः शौद्धोदनिर्दष्टदृष्टिसुखदः सदसत्पदिः यथा योग्याखिल कृपः सर्वशून्यो किलेष्टदः चतुष्कोटिपृथक्तत्वं प्रज्ञापारमितेश्वरः पाखण्डवेदमार्गेश पाखण्डश्रुतिगोपकः कल्किविष्णु यशपुत्रकलिकालविलोपकः समस्तं म्लेच्छ दुष्टघ्नः सर्वशिष्टद्विजाधिकृद सत्यप्रवर्तको देवद्विजदीर्घक्षुधापहः अश्ववारादिरेवन्तः पृथ्वी दुर्गदिनाशनः सद्यः क्षमानं तलक्ष्मी कृन्नष्टनिःशेषधर्मविद अनन्तस्वर्णयोगैकहेमपूर्णाखिलद्विजः असाध्यैकजगच्चास्ता विश्ववन्द्यो जयध्वजः आत्मतत्त्वाधिपकर्तृश्रेष्ठो विधिरुमापदिः भर्तृश्रेष्ठप्रजाशाग्र्यो मरीचिर्जनकाग्रणीः कश्यपो देवराजेन्द्रप्रह्लादो दैत्यराक्षसी नक्षत्रेशो रविस्तेजश्रेष्ठशुक्रः कवीश्वरः महर्षिराड्भृगुर्विष्णुरादित्येशो बलिश्वराट् वायुर्वग्निशुचिश्रेष्ठशङ्करो रुद्रराड्गुरुः विद्वत्तमश्चित्ररथो गन्धर्वाग्र्योऽक्षरोत्तमः वर्णादिराग्र्यास्त्री गौरीशक्त्याग्र्याशीश्च नारदः देवर्षिराट् पाण्डवाग्र्योऽर्जुनो वादप्रवादराड पवनः पवनेशानो वरुणो यादसाम्पदिः गङ्गातीर्थोत्तमोद्युधं शलकाग्र्यं वरौषधम् अन्नं सुदर्शनोऽस्त्याग्र्यं वज्रं प्रहरणोत्तमम् उच्चैश्रवा वाजिराज ऐरावद इभेश्वरः अरुन्धत्येकपत्नीशो ह्यश्वद्धो शेषवृक्षराट अध्यात्मविद्या विद्याग्र्यः प्रणवच्छन्दसां वरः मेरुर्गिरिपदिर्मार्गो मासाग्र्यः कालसत्तमः दिनाध्यात्मा पूर्वसिद्धः कपिलः सामवेदराड तार्क्ष्यः खगेन्द्र ऋत्वग्र्यो वसन्धः कल्पपादपः दादृश्रेष्ठकामधेनुरार्थिघ्नाग्र्य सुहृत्तमः चिन्तामणिर्गुरुश्रेष्ठो मादा हिततमः पिता सिंहो मृगेन्द्रो नागेन्द्रो वासुकिर्नृवरो नृप वर्णेशो ब्राह्मणचेदः करुणाग्र्यं नमो नमः इत्येतद्वासुदेवस्य विष्णोर्नाम सहस्रकं सर्वापराधशमनं परं भक्तिविवर्धनम् अक्षयं ब्रह्मलोकादि सर्वस्वर्गैकसाधनं विष्णु लोकैकसोपानं सर्वदुःखविनाशनं नमस्तसुखदं सद्यः परं निर्वाणदायकं कामक्रोधादिनिःशेषमनोमलविशोधनं शान्तिदं पावनं नृणां महापादगिनामपि सर्वेषां प्राणिनामाशु सर्वाभीष्टफलप्रदं समस्तविघ्नशमनं सर्वारिष्टविनाशनं घोरदुःखप्रशमनं तीव्रदारिद्र्यनाशनं ऋणत्रयापहं गुह्यं धनधान्ययशस्करं सर्वैश्वर्यप्रदं सर्वसिद्धिदं सर्वधर्मदं तीर्थयज्ञतपोदानव्रतकोटिफलप्रदं जगज्जाड्यप्रशमनं सर्वविद्याप्रवर्तकं राज्यदं भ्रष्टराज्यानां रोगिणां सर्वरोगहृद वन्ध्यानां सुतदं शायुः क्षीणानां जीवितप्रदं भूतग्रहविषध्वंसिग्रहपीडाविनाशनं मङ्गल्यं पुण्यमायुष्यं श्रवणात् पठनात् जपाद सकृदस्याखिला वेदा साङ्गामन्त्रश्च कोटिशः पुराणशास्त्रस्मृतयः श्रुता स्युः पठितास्तथा जप्त्वा चैकाक्षरं श्लोकं पादं वा पठति प्रिये नित्यं सिद्ध्यति सर्वेष्टमचिरात् किमुदाखिलं नानेन सदृशं सद्यप्रत्ययं सर्वकर्मसु इदं भद्रे त्वया गोप्यं पाढ्यं स्वार्थैकसिद्धये न वैष्णवाय दातव्यं विकल्पो पहदात्मने भक्तिश्रद्धाविहीनाय विष्णु सामन्यदर्शिने देयं पुत्राय शिष्याय सुहृदे हितकाम्यया मत्प्रसादादृदेनेदं ग्रहीष्यन्त्यल्पमेधसः कलौ सद्यफलं कल्पग्रामं नेष्यति नारदः लोकानां भाग्यहीनानां येन दुःखं विनश्यति द्वित्रेषु वैष्णवेष्वेद दार्यावर्ते भविष्यति नास्ति विष्णोः परं धाम नास्ति विष्णोः परं तपः नास्ति विष्णोः परो धर्मो नास्ति मन्त्रो ह्यवैष्णवः नास्ति विष्णोः परं सत्यं नास्ति विष्णोः परो मखः नास्ति विष्णोः परं ध्यानं नास्ति विष्णोः परा गतिः किं तस्य बहुभिर्मन्त्रैः शास्त्रैर्वा बहु विस्तरैः वाजपेयसहस्रैर्वा भक्तिर्यस्य जनार्दने सर्वतीर्थमयो विष्णुः सर्वशास्त्रमयप्रभुः सर्वकृतुमयो विष्णुः सत्यं सत्यं वदाम्यहम् आब्रह्म सारसर्वस्वं सर्वमेदन्मयोदितं पार्वत्युवाच धन्यास्म्यनुगृहीतास्मि कृतार्थास्मि जगत्पदे यन्मयेदं श्रुतं स्तोत्रं त्वद्रहस्यं सुदुर्लभम् अहोबदमहत्कष्टं समस्तदुःखहेकरौ विद्यमानेऽपि देवेशे मूढा क्लिश्यन्ति संसृतौ यमुद्दिश्य सदानादं महेशोऽपि दिगम्बरः जडिलो भस्मलिप्ताङ्गो तपस्वी वीक्ष्यते जनैः तदोऽधिकोऽस्ति देवको लक्ष्मीकान्तान्मधुद्विषः यत्तत्त्वं चिन्त्यते नित्यं त्वया योगेश्वरेण हि ततः परं किमधिकं पदं श्रीपुरुषोत्तमाद तमविज्ञाय कं मूढाः यजन्ते ज्ञानमानिनः मुषितास्मि त्वया नाथ चिरं यदयमीश्वरः प्रकाशितो न मे यस्मात् त्वदाद्या दिव्यशक्तयः अहो सर्वेश्वरो विष्णुः सर्वदेवोत्तमोत्तमः भवदादिगुरुर्मूढैः सामान्य इव वीक्ष्यते महीयस्सां हि माहात्म्यं भजमानान् भजन्ति ते त्विषतोऽपि वृथा पापानुपेक्ष्यन्ते क्षमान्विदाः मयापि बाल्ये स्वपितुः प्रजा दृष्टा बुभुक्षिताः दुःखादशक्रया पोष्टुं श्रियमाराध्य वैभृताः तया संनिहिताभ्यश्च प्रजाभ्यो भवदादयः विलसन्ति स शक्राद्या ससुहृन् मित्रबान्धवाः तया विना क्व देवत्वं क्वैश्वर्यं क्व परिग्रहः सर्वे भवन्ति जीवन्तो यादनास्वेव संस्थिताः तामृते नैव धर्मोऽध कामो मोक्षोऽपि दूरतः क्षुधितानां दुर्गतानां कुतो योगसमाधयः स च संसारसारैकः सर्वलोकैकनायकः वशगा कमलायस्य त्यक्त्वा तामपि शङ्करः अनौद्धत्येन शौचेन रूपेणार्जवसम्पदा सर्वातिशयवीर्येण सम्पूर्णस्य महात्मनः कस्तेन तुल्यतामेदि देवदेवेन विष्णुना यस्यां शांशावतारेण विना सर्वं विलीयते जगदे दत्तदाप्याहुर्दोषा यैदद्विमोहिताः नास्य जन्मन वा मृत्युर्नाप्राप्यं स्वार्थमेव च कामाद्यासक्तचित्तत्वात् किं तु सर्वेश्वरप्रभो त्वन्मयत्वात् प्रमादाद्वा शक्नोमि पठितुं न चेत् विष्णोसहस्रनामैदत्प्रत्यहं वृषभध्वज नाम्नैकेन तु येन स्यात् तत्फलं ब्रूहि मे प्रभो महादेव उवाच राम रामेदि रामेदि रमे रामे मनोरमे सहस्रनाम तत्तुल्यं रामनाम वरानने इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमापदि नारदसंवादे विष्णोर्नाम सहस्रं सम्पूर्णं नामैकसप्ततितमोऽध्यायः ॐ